ॐ अस्मद्गुरुभ्यो नमः, अस्मत्परमगुरुभ्यो नमः, अस्मत्सर्वगुरुभ्यो नमः. अगजाननपद्मार्गं गजाननमहर्निशम् अनेकदन्तं भक्तानाम् एकदन्तम् उपास्महे. श्रीमहागणपतये नमः. गुरवे सर्वलोकानां भीषजे भवरोगिणां निधये सर्वविद्यानां दक्षिणामूर्तये नमः. अस्मद्गुरुचरणारविन्दाभ्यां नमः. ज्ञानानन्दमयं देवं निर्मलस्फटिकाकृतिम् आधारं सर्वविद्यानां हयग्रीमुपास्महे. श्रीहयग्रीवमूर्तये नमः. सरस्वती नमस्तुभ्यं वरदे कामरूपिणी. विद्यारम्भं करिष्यामि, सिद्धिर्भवतु मे सदा. श्रीमहासरस्वत्यै नमः. हरिः ओम्. नमस्कारः सर्वेभ्यो, नमस्कारः. सर्वेभ्यो नमः. सर्वेषां स्वागतम् अस्मिन् वर्गे. अस्माकं प्रवर्तमानः विषयः अस्ति तत्र विसर्गसन्धिः इति. तत्र वयं कूटसङ्ख्या 54 इति मन्ये. तत्र अर्जुनसमवेतः बहुशाखा हि, हा प्रायशः तत्र सर्वं कृतं वा? तत्र नरेश् महोदय सर्वं कृतं 54 सर्वं कृतं 54 मध्ये. अतः इदानीं तत्र 55 इति. अस्तु, अस्तु, समीचीनं. धन्यवादः महोदय. अस्तु, तर्हि तत्र शोभगिनी आरम्भं करोति वा? आं महोदय, करोमि. तर्हि तत्र एतेषु न एतानि उदाहरणानि परिशीलयत. निर्योगक्षेमः योगः आत्मवान्. निर्योगक्षेम योगः अकारः योगः विसर्गः योगः आकारः योगः आत्मवान् इत्युक्ते तत्र विसर्गात् पूर्वं प्राक् ह्रस्वाकारः, विसर्गात् परं दीर्घ आकारः. तर्हि अतः आति तत्र अस्तु, सम्पूर्णतया पठामि. निर्योगक्षेम योगः आयोगः आ योगः आत्मवान्. निर्योगक्षेम योगः आत्मवान्. निर्योगक्षेम आत्मवान् इति इत्युक्ते अन्तिमरूपे तत्र विसर्गस्य लोपः दृश्यते. अपि च तत्र किम् अभवत्, यदि विसर्गात् प्राक् ह्रस्वाकारः, तस्मात् परम् अकारं विहाय अन्यस्वराः सन्ति चेत् तदा विसर्गस्य लोपः भवति. तत्र भाट्टसूत्रेषु अतः परस्य विसर्जनीयस्य आचि लोपः इति पञ्चमसूत्रं भाट्टसूत्रम् अस्ति. इत्युक्ते आचि इत्युक्ते आति, इचि वा, इचि च इति इत्युक्ते इत्युक्ते ह्रस्वाकारं विहाय अन्ये स्वराः सन्ति चेत् तर्हि विसर्गस्य लोपः भवति. अतः तत्र निर्योगक्षेमः आत्मवान् इत्यस्मात् निर्योगक्षेम आत्मवान् इति रूपं सिद्ध्यति. हा, समीचीनं भगिनि. हा, अतः प्रथमवारम् इदानीं तत्र पञ्चम भाट्यसूत्रस्य उपयोगः. एतावत् तत्र चतुर्थसोपा सूत्रं पर्यन्तम् आसीत्, किन्तु इदानीं तत्र समीचीनं भगिनि. हा, पञ्चमसोपानं तत्र अतः पुनः एकवारं सूत्रं वदतु भगिनि. तत्र पञ्चमसोपा आम् महोदय, अतः परस्य विसर्जनीयस्य आचि लोपः इति. आचि इत्युक्ते आति अपि च इचि च इति. आत् आत् इत्यस्य आति इत्युक्ते दीर्घ आकारः आति इति. इचि इत्युक्ते अकारं विहाय अन्यस्वराः. तर्हि इ इति आरभ्य तत्र अन्तिम किं स्वरपर्यन्तम् ए औ तावत्पर्यन्तं सर्वे स्वराः अकारं ह्रस्वकारं विहाय ह्रस्वकारं विहाय. समीचीनं. तत्र तदा लोपः भवति विसर्ग. पूर्वं तत्र ह्रस्वकारः, अनन्तरं ह्रस्वकारः विहाय अन्य कोऽपि स्वरः, तदा लोपः. तदा लोपः. समीचीनं भगिनि, हा अस्तु उत्तमं, हा अस्तु तर्हि इदानीं तत्र श्लोकमपि पठामः। भगिनी तत्र अद्वैतशारदमध्ये यद् अस्ति तद् समीचीनमेव अस्ति भगिनि, किन्तु किञ्चित् क्लिष्टमस्ति अस्माकं, हा यतोहि तत्र यदि तत्र वाक्यद्वयं वाक्यत्रयम् अस्ति चेत् स्पष्टी स्पष्टता आगच्छति, किन्तु यदि दीर्घं तत् दीर्घव्याख्या अस्ति चेत् तत्र क्लेशः भवति, आम् क्लेशः भवति, हा अतः तत्र प्रायशः तत्र परिचयत्वेन यत् आवश्यकं तावत् कुर्मः भगिनि। अस्तु महोदय, सम्यक् एव, तर्हि ग्रन्थात् एव पठामि। तत्र शङ्करभाष्यम् इति शङ्करभाष्येण युक्ताः भगवद्गीता, अस्तु इदानीं तत्र श्लोकसङ्ख्या अस्ति द्वितीयाध्याये पञ्चचत्वारिंशत् श्लोकः। तर्हि त्रैगुण्यविषया वेदा, त्रैगुण्यविषया वेदा, निस्त्रैगुण्यो भवार्जुन, निर्द्वन्द्वो नित्यसत्त्वस्थो, निर्योगक्षेम आत्मवान् इति। तत्र त्रैगुण्यविषयाः वेदाः, निस्त्रैगुण्यः भव अर्जुन, निर्द्वन्द्वः नित्यसत्त्वः नित्यसत्त्वस्थः, निर्योगक्षेमः आत्मवान् इति। तत्र किमस्ति इत्युक्ते तत्र वेदाः त्रैगुण्य युक्त त्रैगुण्यविषययुक्ताः सन्ति, इत्युक्ते वेदेषु तत्र सत्त्वरजस्तमस् इति तत्र गुणाः इति स्वीकृताः, तर्हि तेषु विषयेषु वेदाः किं तत्र चर्चां कुर्वन्ति, किन्तु त्वं तु निस्त्रैगुण्यः भव इत्युक्ते तस् किं तत्र एकक्षणं महोदय, अर्जुन हा इत्युक्ते अर्जुन वेदाः त्रैगुण्यविषयाः इत्युक्ते तत्र किन्तु त्वं तेभ्यः बिकम् फ्री फ्रम् वर्ल्डिनेस्, तत्र त्रैगुण्यविषयः इत्युक्ते वर्ल्डिनेस् इति स्वीकृतम् इत्युक्ते प्रपञ्चविषये, हा तत्र व्यावहारिकविषयाः, तस्मात् भवान् किं तत्र फ्री बिकम् फ्री इति, यु बिकम् फ्री फ्रम् वर्ल्डिनेस्, फ्री फ्रम् द पेर्स् आफ् ड्युआलिटि, एवर् पाय्ज़्ड् इन् द क्वालिटि आफ् सत्त्व, वितौट् डिसैर् फार् अक्विजिशन् अण्ड् प्रोटेक्षन् अण्ड् सेल्फ् कण्ट्रोल् इत्युक्ते तत्र फ्री आफ् डिसैर्स्, बी फ्री आफ् डिसैर्स्, निर्द्वन्द्वः इत्युक्ते तत्र द्वन्द्वः इत्युक्ते अपोसिङ्ग् पेर्स् आफ् ड्युआलिटि, शीत उष्ण सुख दुःख इति पूर्वेषु श्लोकेषु उक्तमस्ति भगवता, अतः तत्र निर्द्वन्द्वः भव, अपि च तत्र नित्यसत्त्वस्थः इत्युक्ते एवर् पाय्ज़्ड् इन् द क्वालिटि आफ् सत्त्व, अपि च निर्योगक्षेमः भव, निर्योगक्षेमः इत्युक्ते तत्र योगः इत्युक्ते यत् इदानीं पर्यन्तं न प्राप्तं तस्य प्राप्तिः, अपि च क्षेमः इत्युक्ते यत् प्राप्तं तस्य प्रोटेक्षन् इति किं रक्षणं, तस्य रक्षणं, हा किन्तु तदस्ति योगक्षेमः इति, किन्तु भगवान् वदति निर्योगक्षेमः भव इत्युक्ते यदि भवतः सङ्गं नास्ति योगे क्षेमे, तर्हि अहं भवतः योगक्षेमं वहामि इति अन्यत्र वदति कृष्णः, अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते तेषां नित्याभियुक्तानां योगक्षेमं वहामि अहम् इति। तस्य किं प्रिल्यूड् अत्र एव दत्तमस्ति, तर्हि अपि च अत्र आत्मवान् इत्युक्ते यस्मिन् आत्मा अस्ति इति नास्ति, किन्तु सेल्फ् कलेक्टेड् विजिलेण्ट् भवतु इति, अस्मिन् तस्मिन् अर्थे स्वीकृतम् अस्ति तत्र अतः अपि च संक्षिप्तरूपेण वदामः चेत् तत्र त्रैगुण्य तदेव क्वालिटीस् सत्त्व प्यूरिटि रजस् एनर्जि तमस् डार्क्नेस् दट् इस् द कलेक्षन् आफ् वर्च्युवस् विशस् अण्ड् मिक्स्ड् एक्टिविटीस् अण्ड् आल्सो देर् रिसल्ट्स् इन् दिस् डिरैवेटिव् सेन्स् त्रैगुण्य मीन्स् द वर्ल्ड्लि लैफ् इति अस्तु समीचीनं भगिनि तर्हि तत्र निर्योगः अन्तिमपदद्वयं तत्र सन्ति अन्तिमपदद्वयम् अस्माकम् अभ्यासे आगतं निर्योगक्षेमः इत्युक्ते तत्र निस् इत्यस्य निर् इति भवति निर्योगः योगयोगः क्षेमः निर्योगक्षेमः आत्मवान् इति तत्र विसर्गस्य लोपः भवति निर्योगक्षेम इति श्लोके दृश्यते समीचीनं भगिनि उत्तमं धन्यवादः धन्यवादः महोदय अग्रे नरेश महोदय निवेदित भगिनी नमस्कारः नरेश महोदय अग्रे नमस्कारः भगिनि अग्रे द्वितीय अन्तवन्तः योग इमे अन्तवन्त योग अकार योग इकार योग मे अन्तवन्त योग अकार विसर्जात योग इकार योग मे अन्त अतः अन्तिमरूपम् अस्ति अन्तवन्त अत्र विसर्गस्य लोपः भवति लोपस्य चिन्तनमस्ति विसर्गस्य पूर्वं ह्रस्वकार अपि च विसर्गस्य परम् इकार अस्ति इकार महोदय सम्यक् न श्रूयते महोदय मध्ये मध्ये तत्र न श्रूयते हा तत्र इदानीं श्रूयते किन्तु मध्ये मध्ये तत्र छिन्नः भवति अस्तु इदानीं श्रूयते इदानीं वदतु महोदय इदानीं सम्यक् विसर्गस्य पूर्वं ह्रस्व अकारः अस्ति विसर्गस्य परं अकारस्य विहाय कोऽपि स्वरः अस्ति इकारः अस्ति अकारं विहाय कोऽपि स्वरः अस्ति समीचीनं कोऽपि स्वरः अस्ति इकारः अस्ति अतः विसर्गस्य लोपः भवति समीचीनं महोदय श्लोकः अस्ति द्वितीय अध्याये अष्टादशतम श्लोकम् अन्तवन्त इमे देहा नित्यस्योक्ताः शरीरिणः अनाशिनो अप्रमेयस्य तस्माद्युस्ध्यस्व भारत अस्ति अन्तवन्त इमे देहा नित्यस्योक्ताः शरीरिणः कठिन द्वितीये अध्याये तत्र अष्टादश खलु महोदय अष्टादश आम् अन्तवन्त इमे देहा नित्यस्योक्ताः शरीरिणः श्रूयते श्रूयते श्रूयते महोदय एकवारं पठतु महोदय अन्तवन्त इमे देहा नित्यस्योक्ताः शरीरिणः अनाशिनो अप्रमेयस्य तस्माद्युध्वस्व युध्यस्व भारत युध्यस्व भारत तर्हि तत्र किमुक्तं महोदय तत्र नाम तत्र अन्तवन्त इमे देहाः इमे देहाः इमे देहाः इमे देहाः अन्तवन्तः अन्तवन्ताः अन्तवन्तः अन्तवन्तः देहस्य नाशं भवति वा भवति अन्तः भवति अन्तः भवति समीचीनं देहस्य देहाः कीदृशाः इत्युक्ते अन्तवन्तः नाम देहस्य अन्तः अस्ति देहः अन्तमान् अस्ति नित्यस्य देहः देहः किमस्ति इत्युक्ते आत्मनिवर्तनं भवति नाम महोदय नाम तत्र आत्मा अस्ति खलु आत्मा अस्ति आत्मनः शरीरः देहः भवति खलु आत्मनः शरीरः आत्मनः शरीरः नाम आत्मनः रूपं किम् इत्युक्ते देहः एव खलु नाम अतः तत्र आत्मनः शरीरः देहः देहः अन्तवान् अस्ति नाम देहस्य अन्तः अस्ति अतः एव तत्र उक्ताः देहाः उक्ताः सन्ति नाम देहाः इमे देहाः अन्तवन्तः सन्ति अपि देहाः नित्यस्य शरीरिणः इति परन्तु आत्मा नित्यः इति वा किन्तु आत्मा नित्यः नित्यः आत्मनः आत्मनः नित्यस्य आत्मनः शरीरिणः देहाः सन्ति अपि देहाः अन्तवन्तः सन्ति अपि नित्यस्य नाम आत्मा नित्या आत्मनः नित्यस्य आत्मनः अपि आत्मा अनाशी अस्ति अनाशी अस्ति तर्हि अनाशिनः आत्मनः पुनः अप्रमेयस्य आत्मनः शरीरः देहः इति उक्तः अतः अथवा तस्मात् कारणात् तस्मात् युध्यस्व भारत युध्यस्व त्वं युध्यस्व भारत अतः चिन्ता मास्तु तत्र युद्धं करोतु युद्धं करोतु युद्धं करोतु तव तत्र कार्यं तत्र यत् धर्मः नाम धर्मः यः अस्ति तस्य धर्मस्य पालनं करोतु देहनाशनं भवति परन्तु आत्मनः आत्मनः न भवति आत्मनः नाशः न भवति इति अस्ति समीचीनं करेक्ट् इति अस्ति उत्तमं अस्तु अग्रे तर्हि तत्र निवेदितभगिनी अग्रे पठति वा अव्ययः ईश्वरः अव्ययः अधिकम् ईश्वरः अव्यय अधिकम् अ अधिकं विसर्ग अधिकम् ई अधिकं श्वरः अव्यय अधिकम् अ अधिकम् ई अधिकं श्वरः अव्यय अधिकम् ईश्वरः अव्यय ईश्वरः. अत्र विसर्गस्य विसर्गात् पूर्वम् अकारः अस्ति. विसर्गात् अनन्तरम् अकारं विना ईश्वरः अस्ति. विसर्गस्य लोपः भवति. उत्तमं. तत्र पञ्चमभाटसूत्रेण पञ्चमभाटसूत्रेण लोपः इति समीचीनं भवति. तर्हि तत्र श्लोकः पञ्चादश अध्याये सप्तदश पुरुषस्वन्यः परमात्मेत्युदाहृतः यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः. उत्तमः पुरुषः स्वन्यः. पुरुषः तु अन्यः. पुरुषः तु अन्यः. पुरुषः विसर्गसन्धि अनन्तरं व्यञ्जनसन्धि अस्ति. तु अन्यः. परमात्मेत्युदारतः परमात्मा इति परमात्मा इति गुणसन्धि अनन्तरं व्यञ्जनसन्धि. यो लोकत्रयमाविश्य त्रयम् आविश्य संयोगः अस्ति. बिभर्ति बिभर्ति अव्यय ईश्वरः. बिभर्ति अत्रापि अनुसन्धिः अस्ति. अनन्तरं अव्यय ईश्वरः. समीचीनम्. उत्तमः पुरुषः तु अन्यः. अन्यः तु उत्तमः पुरुषः अस्ति. नाम तत्र पूर्वस्मिन् श्लोके तत्र पुरुषद्वयम् इति उक्तं. नाम तत्र अत्र अक्षरः नाम तत्र उत्तमः पुरुषः तु जीवात्मा अक्षरः अस्ति. सत्यं सत्यं. किन्तु इदानीं तत्र ईश्वरः कः इति अत्र उत्तमः पुरुषः. उत्तमः पुरुषः तु विलक्षणम् अस्ति. सः तु परमात्मा इति सर्वे उच्यन्ते. उदाहृतः उच्यन्ते इत्युक्ते तत्र किं भवति क्रियापदं. किन्तु उदाहृतः इत्युक्ते तत्र विशेषणं भवति परमात्मा इति पदस्य. उदाहृतः तत्र उक्तः तादृशम् उक्तः. तत्र उदाहृतः इति डिक्लेर्ड् इति ही हेस् बिन् डिक्लेर्ड् दि आत्मा. उदाहृतः नाम तत्र तप्रत्यय नाम पठितः पठितं. तत्र उदाहृतः सः त्रयेषु लोकेषु आविश्य. सः लोकत्रयम् आविश्य. आविश्य नाम प्रवेशं करोति. प्रविश्य बिभर्ति नाम भरणपोषणं करोति पोषणं. नाम सस्टेन् विष्णोः कार्यं. सः ईश्वरः सर्वेषां जनानां भरणपोषणं करोति. इति सः ईश्वरः अव्ययः अस्ति. ईश्वरः नाम तत्र यः अधिपतिः अस्ति लोकस्य अधिपतिः अपि अव्ययः अस्ति. नाम तत्र तस्य व्ययः नास्ति. सः सः ईश्वरः परमात्मा इति अपि उच्यते. सः लोकं लोकत्रयम् अविश्य प्रविश्य तस्य पालनं पोषणमपि करोति इति अस्ति. समीचीनं. हा, तत्र अव्ययः ईश्वरः. पुनः तत्र अन्तिमपदद्वये तत्र अस्माकं सन्धिः. अव्यय नाम अविनाशी. अव्ययः नाम अविनाशी इति नास्ति. तत्र अव्ययः इति तत्र व्ययः नाम परिवर्तनं न भवति इति. नाम अविनाशी नाम नित्यः, नाशः नास्ति, अपरिवर्तनशीलः. हा, परिवर्तनं कदापि परिवर्तनं न भवति. नाम समानमस्ति सर्वेषु तत्र कालेषु समानस्थितिः इति अस्ति. अस्तु, समीचीनं भगिनि. हा, अस्तु, धन्यवादः. अग्रे वेदा भगिनि. हा महोदय, धृतराष्ट्रः प्लस् योगः उवाच. धृतराष्ट्र योगः रेफ योगः अ योगः विसर्गः योगः उ योगवाच. धृतराष्ट्र अयोगः विसर्गयोग उ योगवाच. तत्र विसर्गस्य पूर्व अकार अस्ति, परम् उकार अस्ति इति कारणतः पञ्चमभाटसूत्रं यद् वदति तत्र अतः परस्य विसर्जनीयस्य आचीलोपः. इत्युक्ते यदि परे आकार अस्ति अपि या इच् इत्युक्ते इच् प्रत्याहारस्थवर्णः अस्ति चेत् अतः परस्य विसर्जनीयस्य लोपः भवति. तत्र विसर्गस्य पूर्वम् अकार अस्ति, पर ऊकार अस्ति, इच् वर्णः अस्ति इति कारणतः तत्र विसर्गस्य लोपः भवति. धृतराष्ट्र अ योग उ योगवाच. धृतराष्ट्र योग उवाच, धृतराष्ट्र उवाच इति तत् प्रकृतिभावः भवति. तत्र प्रकृतिभावः तत्र किमस्ति, भगवद्गीतायां प्रथम अध्याये प्रथमः सूत्र एव. तत्र प्रथमसूत्र धृतराष्ट्र उवाच, एकनिमिषम् आगच्छ. धृतराष्ट्र उवाच, धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः, मामकाः पाण्डवाश्चैव किम कुर्वत सञ्जय. तत्र धृतराष्ट्र उवाच, तदेव तद् धृतराष्ट्रः वदति. किं वदति, कम् उद्दिश्य वदति, सञ्जय उद्दिश्य वदति. धर्मक्षेत्रे कुरुक्षेत्रे सप्तमी विभक्ति अस्ति तत्र. धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः, यद् ये जनाः युद्धं कर्तुम् इच्छन्ति ते मामकाः अपि च पाण्डवाः. तत्र समवेता इत्युक्ते असेम्बल्ड् इति संयुक्ताः. तत्र संयुक्ताः मामकाः पाण्डवाः च एव किं कुर्वत इति प्रश्नं करोति. किम् अकुर्वत इति लङ्लकारे अकुर्वत. किं ते किं तत्र किं ते सर्वे करोति अकुर्वन्ति इति प्रश्नं करोति धृतराष्ट्र सञ्जय उद्दिश्य. हा, यतोहि तत्र धृतराष्ट्रः तत्र युद्धक्षेत्रे नास्ति, तत्र विसर्गस्य लोपः भूत्वा धृतराष्ट्र उवाच इति रूपं भगवद्गीतायां दत्तः अस्ति. तत्र समीचीनं भगिनि. हा, धृतराष्ट्र उवाच, उत्तमं भगिनि. समीचीनं. प्रथमश्लोकमध्याय प्रथमस्य युद्धं कर्तुम् उत्सुकाः सन्तः, धर्मक्षेत्रे कुरुक्षेत्रे सम्मिल्य किम् अकुर्वन् इति धृतराष्ट्रः सञ्जयम् अपृच्छत्. ओके, समीचीनं. समीचीनं भगिनि. हा, उत्तमं, धन्यवादः. धन्यवादः. अस्तु, अग्रे शोभा भगिनि. अग्रे आं महोदय, अग्रे अतः योगः ऊर्ध्वं तत्र अत्योगः आयोगः विसर्गः योगः उयोगः ऋध्वं तर्हि तत्र पुनः परवर्णः ऊकारः अस्ति इच् वर्णः अतः अतः विसर्गात् प्राक् ह्रस्वाकारः परम् इच् वर्णः तेन तत्र विसर्गस्य लोपः भवति अपि च तत्र द्वे सूत्रे स्तः भो भगो अघो अपूर्वस्य योषि इत्यनेन यकारादेशः तदनन्तरं लोपः शाकलस्य इत्यनेन लोपः भवति तत्र अन्यत् अपि अन्यानि कार्याणि अपि भवन्ति किन्तु तयोः उल्लेखनं कृतमस्ति तर्हि तत्र हा तर्हि विसर्गस्य लोपः अत्योगः आयोगः ऊ योगः ऋध्वं तर्हि वर्णमेलनेन अत ऊर्ध्वम् इत्युक्ते अत इत्यस्मात् परं स्थितस्य विसर्गस्य लोपः अत ऊर्ध्वम् इति श्लोकः अस्ति द्वादशे अध्याये अष्टमश्लोकं तर्हि मय्ये वमन आधत्स्वा मयि बुद्धिं निवेशया निवसिष्यसि मय्येव अत ऊर्ध्वं न संशयः इति भगवान् अर्जुनम् उद्दिश्य वदति एषः श्लोकः भक्तियोगे अस्ति मयि एव मनः आधत्स्वा इत्युक्ते मयि एव त्वं मनः इत्युक्ते तव तव मनः आधत्स्वा स्थिरं कुरु इति अर्थे भवति मयि स्थिरं कुरु मनः एव भवति तत्र द्वितीयविभक्ति अपि हा मनः स्थिरः कुरु इति मयि बुद्धिं निवेशय अपि च बुद्धिम् अपि मयि एव निवेशय तस्मिन् अर्थे एव तत्र एव स्थापयतु मयि एव स्थापयतु निवसिष्यसि मयि एव यथा एतादृशं करोषि चेत् मयि एव निवसिष्यसि मयि एव भवसि इति भवति खलु भवति इति भवसि अतः ऊर्ध्वं न संशयः तत्र विसर्गस्य लोपः कृत्वा अत ऊर्ध्वं न संशयः तत्र असंशयेन किं तत्र अत ऊर्ध्वम् इत्यतः एकक्षणं महोदय तत्र ऊर्ध्वम् इति कस्मिन् अर्थे इति उपरि नाम तत्र उपरि किन्तु हा अस्तु आधत्स्व इत्युक्ते फिक्स् इति भवति अपि च बुद्धि इत्युक्ते तत्र इण्टलेक्ट् एव न संशयः इत्युक्ते तत्र शङ्का एव नास्ति ऊर्ध्वम् इत्युक्ते तत्र हियर् आफ्टर् इति दत्तम् अतः ऊर्ध्वं हियर् आफ्टर् द फाल् आफ् द बाडि इति भवति तत्र अस्तु आफ्टर् द फाल् आफ् द बाडि निवसिष्यसि मयि एव इति यु विल् ड्वेल् इन् मी लिव् इन् ऐडेण्टिटि वित् मी इति हा इत्युक्ते तत्र स्वर्गः वा नरकः वा इति न मयि निवसिष्यसि इति आश्वासनं ददाति भगवान् तर्हि तत्र ऊर्ध्वं नाम मरणस्य अनन्तरं निवसिष्यसि इति आम् यदा इत्युक्ते हा मयि मनः आधत्स्वा मयि बुद्धिं निवेशय मयि एव तर्हि मयि एव हा इत्युक्ते मरणानन्तरं मयि एव अतः ऊर्ध्वं मरणानन्तरं असंशयेन मयि एव निवसिष्यसि इति इत्युक्ते तत्र श्लोके ऊर्ध्वम् अत ऊर्ध्वम् इति तत्र विसर्गरहितरूपं दृश्यते अतः ऊर्ध्वं न संशयः तदा मयि एव निवसिष्यसि इति अस्तु उत्तमं भगिनि हा तत्र वयं चिन्तितवन्तः तत्र अंशत्रयमस्ति, नाम मयि एव मनः आदत्स्व, मयि बुद्धिं निवेशय, तदा निवशिष्यसि मयि एव इति चिन्तितवन्तः, किन्तु तद् नास्ति, तत्र मयि एव मनः आदत्स्व, मयि बुद्धिं निवेशय, तदा तत्र संशयं विना ऊर्ध्वं तत्र मयि एव निवशिष्यसि त्वम्. आम् महोदय, अतः ऊर्ध्वम्, अतः समीचीनं. बहु किमपि अस्ति श्लोकेषु. अस्तु, धन्यवादः. धन्यवादः. अस्तु, अग्रे तत्र नरेश महोदय अग्रे. अस्तु महोदय, अग्रे षष्ठ. सत्यं महोदय, षष्ठबिन्दुः. ओङ्कार, ओङ्कार योग अकार, योग विसर्ग, योग ऋकार, योग ककार. ओङ्कार योग अकार, विसर्गस्य लोपः भवति, योग ऋकार, योग ककार. ओङ्कार योग ऋक्, ओङ्कार ऋक्, विसर्गस्य लोपः भवति. श्लोकः अस्ति नवमाध्याय सप्तादशतम श्लोक. पितामह जगतो माता धाता पितामह, वेद्यं पवित्रम् ओङ्कार ऋक् साम यजुरेव च. पितामहस्य जगतो माता धाता पितामहः, महोदय प्रथमपदं किमस्ति? पितामहमस्य, न पिताहम्, पिता अहम् अस्य जगतः, अहम् अस्य जगतः माता धाता पितामहः. अहमस्य जगत धाता पिता. दाता नाम पुनः पालनं पोषणं करोमि, तत्र बिभर्ति, अहं सः बिभर्ति इति. माता अपि अस्मि, पिता अपि अस्मि अस्य जगतः. वेद्यं, वेद्यं नाम जानातु. वेद्यं पवित्र, तत्र महोदय वेद्यम् इति न्यत् इति मन्ये महोदय, इत्युक्ते नोबल्, शुड् बि नोबल् इति भवति इति मन्ये. अहं वेद्यम्, अहं वेद्यम् अस्मि. ओ धन्यवादः भगिनि. अस्तु अस्तु, यथा कार्यम् अत एवम्. आं महोदय, यथा कार्यं, यथा कार्यम्. अस्तु अस्तु, यत् ज्ञातव्यं तद् वेद्यम् अस्ति. आमामाम् आम्, ज्ञातव्यमस्ति. पवित्रम् ओङ्कार ऋक् साम यजु यजुः एव च, तत् किमस्ति? ऋक् साम यजुः, सर्वं सर्वं तत्र सः एव परमात्मा एव, तत्र भगवान् भगवान् एव सर्वं, तत् सर्वमस्ति इति वदति. अहं पिता, अहं जगतः माता धाता पितामहः. पितामहः, अहम् ओङ्कारः, अहं ऋग्वेदः, सामवेदः, यजुर्वेदः, यजुर्वेदः अपि च एव अपि च. अस्तु, पवित्रम् ओङ्कारः, हा पवित्रं, तत्र पवित्रम् इति पुनः तत्र अहम् इति एव. सर्वे तत् अस्ति, अहं पिता जगतः माता धाता पितामहः, पवित्रम् ओङ्कार ऋक् साम यजुः च. सर्वं तर्हि तत्र भगवान् एव पिता, अस्य जगतः पिता, अस्य जगतः माता धाता पितामहः, अपि पुनः भगवान् एव तत्र भेद्यमस्ति, नाम यत् ज्ञातव्यमस्ति तत्र ज्ञेयमस्ति तद् केवलं भगवान् एव, पवित्रमपि भगवान् एव, अपि ओङ्कारः ऋक् साम यजुः सर्वम् एव तत्र सः एव परमात्मा एव इति भगवान् एव इति. अत्र अस्माकं तत्र ओङ्कारः ऋक् तत्र ओङ्कार ऋक् इति अभवत् खलु, तत्र विसर्गस्य लोपः ऋक् ऋक् तत्र ओम् विसर्गस्य लोपः. समीचीनं महोदय, अस्तु अग्रे तर्हि धन्यवादः. तर्हि अग्रे तत्र वेदभगिनी अग्रे करोति वा? हा महोदय, यः योगः एनं य प्लस् अ य योग अ योग विसर्गः योग ए योगः नम्, तत्र विसर्गात् पूर्व अकार अस्ति, पर ए अस्ति, ए इत्युक्ते इच् वर्णः अस्ति, तदेव तत्र भाटसूत्रस्य पञ्चमभाटसूत्रं कार्यं करोति, तदेव तत्र विसर्गस्य लोपः भवति. इ योग अ योग ए योग नम् य योग एनम् इति रूपं, य एनम् इति रूपम् आयाति, य एनम् विसर्गस्य लोपः भूत्वा य एनम् इति रूपं तत्र वर्तते भवति, तस्य रूपम् आयाति य एनम्. अपि च द्वितीय अध्याये एक एकोनविंशतितमं सूत्रं 19 2.19 खलु, अहम् अन्यत् रूपम् एकोनविंशति अन्यरीत्या उक्तवती. अस्तु अस्तु अस्तु अस्तु अस्तु अस्तु अस्तु अस्तु अस्तु अस्तु यच्छेति हन्तारं यच्छैनं मन्यते हतम्, उभौ तौ न विजानीतो नायं हन्ति न हन्यते. य एनं वेत्ति, य एनं वेत्ति, ओके ओके, हन्तारं हन्तारं एनं वेत्ति हन्तारं, यच्छैनं मन्यते हतम्, यः चैनं वा, यश्चैनं यः च यः च एनं, ओके यः च, तदेव उदाहरणं दत्तं यः एनं, ओके यः च एनम् आत्मानम्, उभौ तौ न विजानीतो, उभौ तौ तौ द्वौ अपि न विजानीतो, विजानीतो इत्युक्ते विजानीतो जानीत इत्युक्ते अवगच्छन् अवगच्छतः, समीचीनं, न अयं हन्ति न हन्यते, सो इत्युक्ते तत्र किम् अस्ति, य एनं वेत्ति हन्तारं, इत्युक्ते किम् अस्ति तत्र, तत्र द्वितीयभागम् एकवारं तत्र, ये यः एनं मन्यते हतं नाम यः एनं मन्यते हतं, हतं मन्यते यः जनः आत्मानं हतं हतम् इत्युक्ते हन्य हतम् इत्युक्ते टु किल् माने न न हतम् इत्युक्ते मरणम् अभवत् इति ओ मरणम् अभवत् इति वा नाशं जातम् इति अस्तु नष्टः नष्टः इति नष्टं यः जनाः यः जनः किमस्ति य एनं वेति हन्तारं यः च एनं मन्यते हतम् तत्र भागद्वयं हन्तारं पर्यन्तम् एकः भागः तदनन्तरम् अन्यः भागः अच्छा य एनं वेति य हन्तारं य एनं वेति हन्तारं तावत्पर्यन्तं हन्तारं वेति ओके यः जनः आत्मानं हन्तारं वेति आत्मानं मृत् आत्मानं हन्तारमित्युक्ते मा किम् अस्ति हन्तारमित्युक्ते हननं यः करोति सः हन्तारः ओ ओके हन्तारम् ओके तो यदि जानाः तत्र मरणं करिष्यसि कारयिष्यसि करिष्यसि नाम तत्र यः हननं करोति सः हन्तारम् ओके इति ओके यदि हन्तारम् इति जानाति अत्र वेति न अत्र वेति अतः तत्र वेति नाम अत्र जानाति इति न तत्र वेति नाम तत्र यः तादृशं चिन्तनं करोति विद्युधातुतः आयाति न वेति सत्यं सत्यं सत्यमेव किन्तु अत्र मन्यते इति अर्थे भवति भगिनि अतः एव तत्र द्वितीयभागः ओके हतं नाम आत्मा नश्यति इति यः चिन्तयति ओके अथवा यः आत्मा अन्यस्य नाशनं करोति इति चिन्तयति आत्मा नश्यति चिन्तयति अपि च आत्मा अन्यस्य घातं करोति इति वा हा इति चिन्तयति हा इति अस्ति उभौ तौ न विजानीतो न अयं ओके तत्र न कोऽपि तत्र यः प्रथमः अस्ति नाम तत्र आत्मा हन्तारम् इति आत्मानं हन्तारम् इति चिन्तयति यः आत्मानं हतम् इति चिन्तयति न विजानीतो न अयं हन्ति न हन्यते उभौ तौ इत्युक्ते तौ अत्र पूर्वे यः पुरुषद्वयम् आसीत् तौ द्वौ अपि वस्तुतः अज्ञानी अस्ति इति समीचीनं समीचीनम् अतः यतोहि ते न जानन्ति किं न जानन्ति आत्मा कश्चित् न हन्ति न केनापि हन्यते हा उत्तमं हा समीचीनं भगिनि इति अस्ति ओके नैन् मध्ये एतत् ये तत्र दत्तं आत्मा किमपि हन्तं न करोति अपि च आत्मा हन्तारं न भवति इति सत्यं सत्यं उभौ स्थितौ ये उभौ स्थितौ ये जा इतौ उभौ स्थितौ आत्मा कञ्चित् न हन्ति न केनापि हन्यते इति न जानन्ति ये द्वौ पुरुषौ ते वस्तुतः अज्ञानी अस्ति हा नाम तत्र यस्य तत्र मन्यते अथवा मनः तत्र अभिप्रायः अथवा दृष्टिः तादृशः तादृशः अस्ति नाम तत्र तेषाम् अभिप्रायः अस्ति तत्र आत्मा हननं करोति अथवा यस्य अभिप्रायः ओ आत्मा हतम् अस्ति नाम तत्र तस्य मननम् तस्य नाशः भवति इति चिन्तयति तयोः तत्र ज्ञानमेव नास्ति यतोहि तत्र आत्मा न हन्ति अपि न हन्यते हन्यते न हन्यते उत्तमं धन्यवादः भगिनी समीचीनम् अत्र हतमिति तरूपमस्ति सत्यं भगिनि हा हा हा सत्यं हा हतमिति तरूपं सत्यं हन् धातुः तत्र प्रत्यय हतम् पट् धातुः पतितं तथैव तत्र हन् धातुः हतम् इति सत्यं भगिनि हा अस्तु समीचीनम् अस्तु निवेदिता भगिनी भवती एव अग्रे अपि हन्तारं यः हननं करोति सः सामासिकपदमस्ति यः कुम्भं करोति सः कुम्भकारः तत्र तादृशं हन्तारः तत्र हन्तृ हा तृच् प्रत्ययः भगिनि तृच् प्रत्ययः तृच् नाम तत्र किमस्ति प्रसिद्ध उदाहरणं प्रसिद्धम् उदाहरणं तृच् प्रत्ययः धान् ददाति धाता धातृ धातृ धातृ धातृ धातृ तत्र धातृ इति प्रथमाविभक्त्याम् अस्ति तत्र द्वितीयाविभक्ति धातारः इति नास्ति धाता इति दाता दातारौ दातारः द्वितीयाविभक्ति द्वितीयविभक्ति धातारं तत्र धातारं वा धातारं वा भगिनि पितरम् इति भवति किन्तु अन्यत्र दातारं दातारं तत्र कुटुम्बसम्बन्धः नास्ति चेत् दीर्घः भवति कर्तारम् इति भवति न तु कर्तरं कर्तारं समीचीनं समीचीनं भगिनि अतः अधितृ अधीता इति भवति अधीतारम् अतः अत्र हन्ता इति प्रथमविभक्ति एकवचनरूपं हन्त द्वितीयविभक्ति कर्मपदरूपं द्वितीयविभक्ति एकवचनं हन्तारं समीचीनम् अस्ति अस्तु तर्हि तत्र तृच् प्रत्ययः भगिनि अत्र तृच् प्रत्ययेन तत्र तृच् प्रत्ययस्य उपयोगेन तत्र धातुतः प्रथमाविभक्ति नामपदम् आगच्छति नामपदं नाम यः तां क्रियां करोति नाम धातु इत्युक्ते क्रिया खलु क्रियां सूचयति तत्र यः तां क्रियां करोति सः तस्य विवरणं भवति तृच् प्रत्ययस्य योगेन ददाति धातृ तत्र वक्ता अपि तत्र वक्तृ तत्र कः धातु तत्र वच् इति एव वच् महोदय वक्तृ इति मन्ये वक्तृ वक्तृ अन्यत् अपि अस्ति खलु दा ददाति नेतृ नेता नेतृ नेता इति तत्र नी धातुः वा तत्र नयति इति नेता इति तादृशं तत्र नेता इति नी एव इति मन्ये महोदय खलु दृष्ट्वा सम्यक् न जानामि किन्तु तादृशं किमपि अस्ति नेता अपि तत्र तृच् प्रत्ययेन आगतं पदम् अस्तु अस्तु तर्हि निवेदिता भगिनी भवती एव अग्रे एतेषु उदाहरणेषु अकारात् परतः विसर्गो वर्तते तस्माच्च परतः अकारं विना अन्ये स्वराः सन्ति तत्र विसर्गस्य लोपः एतेषु उदाहरणेषु विसर्गात् परतः पूर्वतः अकारः अस्ति विसर्गात् अनन्तरम् अकारं विना अन्यस्वरः इच् स्वरः सन्ति अतः विसर्गस्य लोपः भवति एतानि उदाहरणानि परिशीलय एषः क्षम्यतां भगिनि नेता इत्यस्य नयति इति नी एव महोदय नी एव अस्तु धन्यवादः नियोगः तृच् नियोगः अस्तु धन्यवादः आं महोदय एतानि उदाहरणानि परिशीलय. एषः अधिकम् आगच्छति, एष अधिकं विसर्ग अधिकम् आ अधिकं गच्छति, एष अधिकम् आ अधिकं गच्छति, एष अधिकं य अधिकम् आ गच्छति, एषा गच्छति, एषया गच्छति. सस्यजुषुरुः अनुबन्धलोपे रेफ्. अनन्तरं भोभगो को अपूर्वस्य योषि. अनन्तरं लोपः शाकल्यस्य लोपः अत्र अत्र एषः इति प्रथमपदम् एषः अस्ति. तत्र विसर्गात् पूर्वम् अकारः अस्ति, अनन्तरं विसर्गात् अनन्तरम् अविना अन्यस्वराः सन्ति. अत्र एतत्तदोः सुलोप अकोः अनयसमासे हलि अपि सूत्रं चलति वा भगिनी? तदेव पश्यन्ती अस्मि. एषः इत्यस्य कृते आसीत् इति. एषः तथा सः अस्ति. आमां तस्य अन्वयः तत्र अस्ति वा अथवा तत्र अस्मिन् विषये तत्र करपत्रे अपि आसीत् खलु एषः सः इति? एतत्तदोः तत्र एषः सः इत्यत्र किं भवति इत्युक्ते तत्रापि इत्युक्ते एतत् तदोः सुलोपो कोरनै समासे हलि इति सूत्रं वदति. एतद् तद् च इति शब्दात् सुप्रत्ययस्य लोपे लोपो भवति हलिपरे सुलोपः भवति. अपि च तत्र उदाहरणं दत्तमासीत् एष योगः सुस्थाति. तत्र किं भवति एषस् इति भवति. एषस् इत्युक्ते तत् तत् एष योगः सुयोगः तिष्ठति इति स्वीकुर्मः चेत् एषस् तिष्ठति. तत्र एषस् तिष्ठति इत्यत्र एतत् तदोः सुलोपो कोरनै समासे हलि इत्यनेन तत्र सकार किं तत्र इत्यनेन हलिपरे सुलोपः भवति. सु इत्यस्य सकारस्य लोपः भवति. एष तिष्ठति इति तिष्ठति. अस्माकम् उदाहरणे किम् अस्ति इदानीम् एष योगः आगच्छति इति अस्ति. तर्हि तत्र हल् अस्ति, अनन्तरं हल् नास्ति. हल् नास्ति इदानीं. तर्हि तत्र परवर्णः किं भव हलि तत्र हलि इति किम् अनिमित्तम् एतत् तदोः इत्यस्य कृते हलि भवेत् अस्माकम् उदाहरणे नास्ति. अतः तत्र आति आतिलोपः. तर्हि इत्युक्ते आतिलोपः भवति चेत् भो भगो अपि च लोपः शाकल्यस्य इति सूत्रौ आगच्छतः खलु. अनन्तरम् अस्ति खलु एषः अधिकं वः तत्र अस्ति ऊ मध्ये. एषः ऊ विभागे अस्ति पूटक्रमाङ्क. एषः वा इति वा तत्र प्रायशः तत्र एषः सः इति पदद्वये. धन्यवादः भगिनि. विसर्गात् परतः व्यञ्जनानि सन्ति तत्र विसर्गः लोपः सम्पन्नः तत्र प्रायशः आगच्छति. एषा गच्छति, एषया गच्छति वैकल्पिकरूपम्. अस्तु समीचीनम्. अत्र श्लोकः नास्ति. अपि तत्र एषः सः एतत् सर्वं तत्र करपत्रे अपि अस्माभिः पठितं खलु. नाम तत्र आं महोदय तत्र एषः सः इति एषः सः इति द्विपदे विशेषे तयोः कृते चतुर्थसूत्रेण अति उत्तमं भवति इति तदपि अस्ति. अन्यत्र सर्वत्र लोपः एव इति उपरि उक्तम् इत्युक्ते तत्र पञ्चमे पञ्चसु भाट्टसूत्रेषु एषः सः इत्यनयोः प्रसक्तिः कुत्र कुत्र अस्ति पञ्चमे चतुर्थे पञ्चमे च प्रथमे चतुर्थे पञ्चमे च तदनन्तरं चतुर्थे सोपाने भाट्टसूत्रम् अतः परस्य विसर्जनीयस्य अतिहसि च उत्वम् इति सूत्रम् अनुसृत्य कार्यं कुर्मः चेत् अति साधु इषि हसि दोषो भवति तर्हि तद् नास्ति अन्ततो गत्वा तत्र कः इत्युक्ते पञ्चमे सोपाने यथा बालः इत्यादयः लघु आकारान्तशब्दाः एषः सः इति द्वयोरपि अत्र विसर्गलोपः तत्र पञ्चमे सोपाने इति स्वीकृतं तत्र पञ्चमे सोपाने इत्युक्ते तदेव वयम् इदानीं पठन्तः स्मः अतः परस्य विसर्जनीयस्य आतिलोपः अति इचि आति अथवा इचि लोपः इति तर्हि तत्र तु किम् अशि हल् नास्ति चेत् परं तत्र भो भगो अपि च लोपः शाकल्यस्य इति एव आगच्छति इति चिन्तयामि इत्युक्ते हा परन्तु तत्तु यकार आगच्छति न तत् यकार आगच्छति तत्पश्चात् तस्य लोपः भवति इति हा भो भगो इत्यनेन यकार आदेशः भवति रेफस्य अतः तत्र हा एषाय आगच्छति एषाय् इति भवति तत्र लोपशाकलस्य इत्यनेन यकारलोकः लोपः भवति अतः एषा आगच्छति इति तिष्ठति यकारः तिष्ठति चेत् यकारस्य विवक्षा अस्ति चेत् एषया गच्छति इति भवति यतोहि तत्र परवर्णः अच् वर्णः किं तत्र आच् आच् वर्णः आचि इदानीम् अग्रिमे उदाहरणे किञ्चित् हा किं भगिनि आचिपरः लोपः भवति लोपः भवति आम् किन्तु अग्रिम उदाहरणे भिन्नः विषयः तर्हि तत्र भवती एव भवत्याः एव अस्ति भगिनि उत्तरदायित्वं सः इति उच्यते अस्तु तत्र इति उच्यते किमर्थं तत्र परवर्णः इदानीं हल् वर्णः अस्ति पञ्चमपाठसूत्रं तत्र कार्यं न सः उच्यते हल् वर्णः नास्ति न ओ क्षम्यतां तत्र न अग्रे आगच्छति हा तत्र नास्ति हा सः योगः उच्यते तत्र सः सा योगः विसर्गः योगः उ योगः च्यते तदनन्तरं सा योगः उ इत्युक्ते तत्र विसर्गलोपः भवत् तत्रापि भाटसूत्रेण पञ्चमभाटसूत्रेण एव अकारात् प्राक् विसर्गात् प्राक् ह्रस्व अकारः तदनन्तरं विसर्गात् परं इच् वर्णः अतः विसर्गस्य लोपः भवति तत्र भो भगो अपि च लोपः शाकल्यस्य इत्यनेन हा अपि च किं भवति अन्तिमरूपं स उच्यते इति भवति किन्तु तत्र पश्यतु भगिनी सयुच्यते इति अपि अस्ति खलु हा तत्र भो भगो इत्यस्य हा इदानीं तत्र लोपः शाकल्यस्य इति तु वैकल्पिक सूत्रं वैकल्पिककार्यम् अतः तत्र विवक्षानुसारं सा उच्यते इति एकं रूपम् अपि च सयुच्यते यकारः तिष्ठतु इति निर्धारयामः चेत् सयुच्यते इति भवति तर्हि सूत्रद्वयोः कार्यं भवति तत्र तत् ओ तत्र श्लोकः अस्ति खलु तत्र तृतीयाध्याये षट् किं श्लोकः तृतीयाध्याये षष्ठश्लोकः धन्यवादः षष्ठश्लोकः अस्तु किं तत्र कर्मेन्द्रियाणि कर्मेन्द्रियाणि संयम्य य आस्ते मनसा स्मरन् तदनन्तरं विमूढात्मा अस्तु इन्द्रियार्थान् विमूढात्मा मिथ्याचार स उच्यते इत्युक्ते सा उच्यते इति तत्र अन्ते अस्ति कर्मेन्द्रियाणि संयम्य इत्युक्ते तत्र कर्मेन्द्रियाणां संयमं कृत्वा नियन्त्रणं निग्रहं कृत्वा यः आस्ते मनसा स्मरन् यः आस्ते आस्ते इत्युक्ते तत्र उपविशति इति अर्थे भवति उपविशति कीदृशम् उपविशति इत्युक्ते इन्द्रियाणि कर्मेन्द्रियाणि कर्मेन्द्रियाणां संयमं कृत्वा यः उपविशति मनसा स्मरन् अपि च मनसा स्मरन् इत्युक्ते तत्र मनसः निग्रहणं तत्र सिट्स् मेण्टलि रिकलेक्टिङ्ग् द आब्जेक्ट्स् आफ् द सेन्सस् इति दत्तम् अस्ति सत्यं सत्यं यतोहि भगिनि तत्र संयम्य इत्युक्ते तत्र संयम्य इति ल्यबन्तं खलु तत्र कर्मेन्द्रियाणि इति कर्मपदं भवति नपुंसकलिङ्गे किन्तु यत्र ल्यप् अस्ति नाम तत्र क्रिया अभवत् नाम प्रथमक्रिया अभवत् तर्हि कर्मेन्द्रियाणां संयमम् अभवत् तत्र विड्रायिङ्ग् आर्गन्स् इति दत्तमस्ति महोदय विड्रायिङ्ग् द आर्गन्स् आफ् एक्शन् सिट्स् मेण्टलि रिकलेक्टिङ्ग् द आब्जेक्ट्स् आफ् द सेन्सस् that one of deluded mind is called a hypocrite ha yatohi itikte ha ha itikte tatra karmendriyani samyamya indriyanam withdrawal karoti samyamam karoti aste kintu manasa smaran tishtati ha iti ha iti manasa smaran कर्मेन्द्रियाणि इत्युक्ते तत्र ज्ञानेन्द्रियाणि न इत्युक्ते कर्मेन्द्रियाणि कर्म कुर्वन्ति इति किन्तु ज्ञानेन्द्रियाणि इदानीं चलन्तः सन्ति तत्र तत्सर्वं तत्र तेषां तत्र निग्रहणं नाम संयमं करोति कर्मेन्द्रियाणां संयमं करोति अपि च उपविशति कुर्वन् उपविशति किन्तु मनसा स्मरन् संयम्य इति कृत्वा उपविशति किन्तु मनसा स्मरन् इन्द्रियार्थान् कर्मपदं भवति स्मरन् इति क्रियासूचकस्य मनसा किं स्मरन् इन्द्रियार्थान् मनसा स्मरन् विमूढात्मा आस्ते इदानीं सः विमूढात्मा सः विमूढात्मा तस्य नाम मिथ्याचारः इति उच्यते सः उच्यते सः एव यः तत्र यः इति पूर्वम् आसीत् यः एतादृशं करोति सः मिथ्याचारः इति उच्यते सः उच्यते नाम तस्य नाम नाम सः मिथ्याचारः इति तस्य नाम अर्हति इति अर्हामः तं मिथ्याचारः इति वक्तुं शक्नुमः इति अर्थं न स्पष्टं महोदय किं किम् उक्तं तत्र तत्र आङ्ग्लभाषायाम् एकं वरं वदामि वा महोदय तत्र वन् हू आफ्टर् विड्रायिङ्ग् द आर्गन्स् आफ् द एक्षन् तत्र कर्मेन्द्रियाणि संयम्य तावत्पर्यन्तं यः तावत्पर्यन्तं सिट्स् मेण्टलि इत्युक्ते आस्ते मनसा मेण्टलि रिकलेक्टिङ्ग् मनसा स्मरन् आस्ते रिकलेक्टिङ्ग् द आब्जेक्ट्स् आफ् द सेन्सस् इन्द्रियार्थान् मनसा स्मरन् आस्ते दट् वन् आफ् डिल्यूडेड् मैण्ड् इस् काल्ड् अ हिपोक्रिट् so he sits still like he closes his eyes and he is not using any karmendriyani the hands and the eyes and the mouth and the feet and any of them hello and closes his eyes and sits in meditation but his mind is going full speed here and there okay indriyarthan tatra indriyarthan so he is tapatachara okay मिथ्याचारः कपटी इति भवति आम् तत्र इन्द्रियार्थः नाम इन्द्रियाणाम् अर्थः नाम तत्र इन्द्रियाणि सन्ति खलु इन्द्रियाणि सन्ति तेषां तत्र प्रत्येकस्य इन्द्रियस्य विषयः अस्ति नाम तत्र घ्राणेन्द्रियम् अस्ति चेत् तस्य विषयः अस्ति तत्र गन्धः इति चक्षुषा तत्र वयं किमपि पश्यामः अतः तत्र यत् पश्यामः यत् तस्य कर्म भवति विषयः भवति तत् अस्ति अर्थः आब्जेक्ट् आफ् द सेन्सस् इन्द्रियार्थाः इत्युक्ते आब्जेक्ट्स् आफ् द सेन्सस् इन्द्रियत्र अस्ति खलु महोदय इन्द्रियाणि इन्द्रियार्थेषु वर्तन्ते इति यः मन्यते आम् सः तत्र न गच्छति इति तादृशं समीचीनं अतः तत्र भागत्रयं कर्तुं शक्नुमः नाम कर्मेन्द्रियाणि संयम्य तत् कार्यं पूर्वम् अभवत् संयम्य प्रथमतया तदनन्तरं यः आस्ते इदानीं साक्षात् क्रियापदम् आस्ते यः आस्ते किन्तु आस्ते तत्र आस्ते किन्तु तस्मिन्नेव समये अन्या क्रिया अपि भवति अतः द्वितीया क्रिया शत्रन्तरूपम् मनसा इन्द्रियार्थान् स्मरन् आस्ते सः विमूढात्मा अस्ति सः मिथ्याचारः इति सः उच्यते नाम तस्य नाम सः एषः एव मिथ्याचारः यस्य आचारे मिथ्यायुक्त आचारः अतः मिथ्याचारः कर्मयोगे अस्ति कर्मयोगे अस्ति अतः तत्र केवलं तत्र कर्मेन्द्रियाणां संयमं सुलभम् अस्ति किन्तु भगवद्गीतायामपि उक्तं खलु मनसः निग्रहणं कष्टकरम् इति अतः तत्र उत्तममस्ति अस्तु समीचीनं भगिनि अग्रे तर्हि तत्र नरेश् मोदी अग्रे पठति वा तृतीय सः योग एव स योगविसर्ग योग ए योग व योग ए योग व तत्तु स एव भवति स एव अपि च विकल्पेन यकारः आगच्छति स योग यकार योग एकार योग व स एव भवति द्वौ अस्ति अत्र श्लोकः अस्ति चतुर्थ अध्याये तृतीयश्लोकः स एवायं मया ते अद्य योगः प्रोक्तः पुरातनः भक्तो अस्ति मे सखा चेति रहस्यं ह्योत् उत्तमम् रहस्यं हि एतत् उत्तमम् एतत् उत्तमम् अस्तु. स एवायं मया ते अद्य योगः प्रोक्तः पुरातनः. अत्र पुरातनः योगः ददाति तत्र रूपं कीदृशम् अस्ति महोदय, कर्तरिप्रयोगः वा कर्मणि प्रयोगः वा तत्र? कर्मणि अस्ति. हा उत्तमं. तत्र कर्तृपदं किम् अस्ति अत्र? मया. हा कर्तृपदं कर्मणि प्रयोगे कर्तृपदं तृतीया. अस्तु मया मया अपि अपि तत्र कर्मपदं कर्मणि प्रयोगे कर्मपदस्य विभक्ति का? कर्मपदस्य विभक्ति प्रथमा. प्रथमा हा. तर्हि अत्र कर्मपदं किम् अस्ति अत्र? सः योगः पुरातनः योगः. हा उत्तमं महोदय. हा योगः योगः सः योगः. हा अतः मया सः योगः सः योगः प्रोक्तः. प्रोक्तः प्रोक्तः नाम उक्तः नाम तत्र रामः पुस्तक तत्र ग्रन्थं पठति. रामेण पठितः ग्रन्थः पठितः खलु. तथा तथा एव मया योगः सः सः योगः प्रोक्तः. अपि योगः कीदृशः? पुरातनः योगः. पुरातनः योगः योगः अपि कस्मै प्रोक्तः? ते प्रोक्तः ते प्रोक्तः ते प्रोक्तः. कदा प्रोक्तः? अद्य प्रोक्तः. अद्य अद्य अद्य एव प्रोक्तः इति प्रथमभागः. हा इदानीं द्वितीयभागः. भक्तोऽस्मि भक्तोऽसि मे भक्तोऽसि मे सखा चेति रहस्यम्. अस्तु भक्तोऽसि त्वं मम भक्तः अस्ति असि असि असि समीचीनं. मम सखा असि सखा अपि असि. अतः भक्तः अपि असि सखा अपि असि अतः चेति रहस्यं रहस्यं हि एतत् उत्तमं. रहस्यं हि एतत् उत्तमम् आम् नाम तत्र योगः रहस्यः अस्ति उत्तमः अस्ति. उत्तमः नाम तत्र परम्परः अस्ति नाम तस्य उपरि किमपि नास्ति. द बेस्ट् इति उत्तमः अस्ति किन्तु रहस्यः अस्ति. किन्तु तत्र रहस्यमस्ति चेत् तत्र न वक्तव्यम् इति आगच्छति खलु. किन्तु अर्जुनः भगवतः भक्तः अस्ति भक्तः अतः अतः भगवता प्रोक्तः अस्ति सः योगः. ततः अतः तत्र रहस्यं रहस्यविषयः अस्ति किन्तु सः भगवान् वदति. किमर्थं तत्र वदति? यतोहि तत्र अर्जुनः सखी अस्ति अपि भक्तः अस्ति इति कृत्वा सः वदति. अतः योगः प्रोक्तः अस्ति. अतः योगः प्रोक्तः अस्ति इति अतः कारणमपि वदति किमर्थं सः उक्तवान्. अस्तु तत्र अग्रे तत्र एतेषु उदाहरणेषु इति अस्ति. एतेषु उदाहरणेषु एषः सः इति पदद्वये विसर्गात् परतः अकारं विना अन्यस्वराः सन्ति. अतः विसर्गस्य यकारादेशसम्पन्नः विकल्पेन यकारस्य लोपो भवति, लोपे सति प्रकृतिभावः। अतः दत्तमस्ति एषः अस्ति अपि च सः अस्ति, एतत् द्वयपदे तत्र विसर्गात् परतः अकारः विहाय कोऽपि अन्यस्वरः अस्ति चेत् किं भवति, तत्र विसर्गस्य यकारादेशः भवति, विकल्पेन यकारस्य लोपः भवति, लोपः भवति चेत् तत्र प्रकृतिभावः आगच्छति इति अस्ति। समीचीनं महोदय, अस्तु तर्हि अग्रे वेदा भगिनी अग्रे एतानि उदाहरणानि परिशीलयत। एषः योगः वः, तत्र हल्वर्णः अस्ति, एष योगः विसर्गः योगः व योग अः, तत्र एषः परे विसर्गः अस्ति, अपि च तत्र केन सूत्रेण विसर्गस्य लोप, भाटसूत्रम् इति भाटसूत्रं पञ्चमसूत्रं नास्ति तत्र, हल् हल् परे नास्ति, आचीपरे अस्ति, केन सूत्रेण विसर्गस्य लोपः भवति तत्र, एतदो सुलोपोको नरसंसमादे हलि, तत् सूत्रं वा, एतद्दोः एतद् तदोः सुलोपो सुलोपोकोर नैसमासे हलि इति सूत्रेण एतद् तद् चेत् शब्दात् सुपर प्रत्ययस्य, एषः तद् सुप्रत्ययस्य परे आयाति, सुप्रत्ययस्य लोपो भवति हलीपरे। सो एषः इत्युक्ते एतद् योगः सु, तत्र तद् नास्ति, किमर्थं तद् आरम्भे आरम्भे तथा एव आरभते भगिनि, एतद् योगः योगः सुयोगः वः वः सो तत्र सु इत्यस्य लोपः भूत्वा एतदेव तिष्ठति न, तस्य किमर्थम् एषः इति रूपम् आयाति, कोऽपि सूत्रमत्र कार्यं करोति वा? आम् तत्र बहु किमपि अस्ति, तत्र एतद् इत्यत्र तदोः सा इति सा एषद् इति भवति, तदनन्तरम् अन्यत् सूत्रम् आगत्य एषा आ इति तत्सर्वं भवति, किन्तु अन्ते एषा योगः वः इति तिष्ठति, एतत् तदोः इति, तत्र एतत् तदोः सुलोपो कोरनै समासे हलि इत्यनेन सुप्रत्ययस्य लोपः इत्युक्ते एतदोः सुलोपः हलि संहितायाम् अको अनै समासे, तद् विना तद् त्यजतु, केवलम् एतदोः सुलोपः हलि हलिपरे इत्युक्ते तत्र सु अपगच्छति सा इत्यस्य सा इति ओके, एष योगसु योगः तद् तद् पश्यामि, एष योगसु योगः वः, तत्र वः वः तिङन्तपदं वः ओके, सो तत्र सुख सु इत्यस्य लोपः भवति, एष अनुबन्धलोपे एषस् योगः वः, सकारस्य लोपः भूत्वा एष योगः वः ओके ओके, एतत् तदेव तत् तदस्ति, एतद्दोः सुलोपो कोरनसमासे हलि, एष योगः सु योगः वः, तद्रूपं प्राप्नुमः, एष योगः सु एतत् तस्य रूपम्, एष योगः सु योगः वः, तत्र सु इति उकारस्य लोपः भूत्वा एष एषस् योगः वः भवति, सकारस्य लोपः भूत्वा एतदो सुलोपो तत्सूत्रेण सकारस्य लोपः भूत्वा एष वः इति रूपं निष्पन्नं। एतत् किमर्थम् एषः भवति इति द्रक्ष्यामः, तत् किं अन्यः तत्र करपत्रे अपि न दर्शितं भगिनि, तावदेव तत् सर्वं न दर्शितं स्वरूपमहोदयेन, केवलं तत्तु अस्ति तदस्ति तत्र अस्ति आमाम् ओके सो एष नाम तत्र नाम तत्र कियत्पर्यन्तं तत्र सर्वेषां विवरणं कर्तुं शक्नुमः खलु तत्र सीमा अस्ति नाम करपत्रं नो चेत् तत्र इतोपि दीर्घं भवति न न सम्यक् एव महोदय तत्र तस्य यत्र येषां सूत्राणाम् आवश्यकता न अस्ति तत् तान् न दर्शितवान् महोदय एतद्विषये ओ बहु किमपि अस्ति तत्र अतः तत्र केवलं तत्र लोपः इति चिन्तयित्वा तत्र अग्रे सरामः तावदेव परन्तु अन्ते तु बहु सरलं दत्तमस्ति एतेषु उदाहरणेषु एषः सः इति पदद्वये विसर्गात् परतः व्यञ्जनानि सन्ति तत्र विसर्गस्य लोपः सम्पन्नः करेक्ट् इति स्वीकृत्य तत्र इति स्वीकृत्य व्यवहारः भवतु अस्माकं व्यवहारः नो चेत् तत्र क्लिष्टकरं भवति अस्तु अस्तु तर्हि तत्र समीचीनमस्ति अतः तत्र इदानीं तत्र अत्र स्मः तत्र पुटसङ्ख्या अस्ति 56 तत्र प्रथम उदाहरणं कृतवन्तः इदानीम् अस्तु तर्हि तत्र नरेश् मोदी अन्ते तत्र शान्तिमन्त्रं वदति वा तत्र श्लोकमपि अस्ति खलु आमां श्लोकः अपि अस्ति अस्तु अस्तु तर्हि समय जाता अन्यकक्षा अस्ति मम अस्तु अस्तु अस्तु भगिनि तर्हि नरेश् मोदी महोदय तत्र शान्तिमन्त्रं वदतु तदनन्तरं विरमामः अस्तु ॐ सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः सर्वे भद्राणि पश्यन्तु मा कश्चिद्दुःखभाग् भवेत् ॐ शान्ति शान्ति शान्तिः हरिः ॐ श्रीगुरुभ्यो नमः हरिः ॐ धन्यवादः धन्यवादः नमस्कारः अग्रिमवर्गे मिलामः धन्यवादः धन्यवादः महोदय नमस्कारः धन्यवादः